नमस्कारः। तर्हि अद्यतनकरपत्रम् अस्ति इङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति। तर्हि वयम् अधुना रूपाणि साधयन्तः स्मः। वयं गत्कारान्तानां गतम् अग्रे वयं ककवर्गीयानां तु वयं रूपाणि साधितवन्तः। चकारान्तधातूनां समाप्तं चकारान्तसमाप्तं, जकारान्तानां तु मृज् धातोः मरिमृज् इति रूपम् अस्ति इङ्लुगन्तरूपं। तर्हि रूपसाधनं प्रथमं दृष्ट्वा रूपाणि अपि परिशीलयेम मिलित्वा। अस्तु, सरला भगिनी वदति वा भगिनि? अस्तु भगिनि, धातु मृज् अस्ति, सो धातोः एका छलादे क्रियासंहारे अनेन यङ् विधानं भवति, यङोचि अनेन यङ् लुक् भवति, तदनन्तरं संयङो अनेन मृज् मृज् द्वित्वं भवति। मृज् उरत् इति सूत्रेण मृज् मर्ज् इति भवति, तदनन्तरं हलादिशेष उरतनेन ऋकारस्य अत्वं भवति, तदनन्तरं उरणपरनेन मर् इति आगच्छति, अर् भवति, मर्ज् इति भवति, शेष हलादिशेष अनेन रेफस्य लोप भवति, तो मृज् इति भवति, तदनन्तरं विशेषकार्यं भवति। ऋतश्च अनेन सूत्रेण मरि रिक् रिङ् अपि रत् इति त्रय आगम आगच्छति, तत्र अस्माकम् अत्र मरि मृज् इति अभ्यासस्य अपि भवति तत्र, सो मरि मृज् वा मर् मृज् वा मर् मृज् इति भवति। अतः मरि मृज् स्वीकृत्य वयं रूपाणि साधयामः। अस्तु, लटि साधु असि भगिनि इति? आं भगिनि। अस्तु, मरि मृज् योगति, इदानीं विशेष सूत्रमस्ति मृजे वृद्धि, अनेन मृज् धातो गुणबाधित्वा वृद्धि भवति इति सूत्रेण सार्वधातुक अर्धधातुकपरे। तो मरि मार्ज् इति भवति, कारणकी तका त इति झलि अस्ति, ति इति सार्वधातुकप्रत्यय अस्ति, अपि पित् अस्ति, सो मरि मार्ज् भवति। मरि मार्ज् इदानीं व्रश्च भ्रश्च सृज राज राजमर्ज अनेन सूत्रेण मृज् धातुतः शकार मूर्धन्यशकार आदेश भवति, सो मरि मार्ष् इति भवति, मरि मार्ष् योगति। इदानीं शकार तकारयो स्तोष्णाष्टुः इति सूत्रेण तकारस्य टकार भवति, सो मरि मार्ष्टि इति प्रथमपुरुषे एकवचने भवति, यत्र इति अस्ति, अत्र नाभ्यस्त च पिति सार्वधातुके नाभ्यस्त अचि पिति सार्वधातुके परे इति पित् अजादि पित् अस्ति, तत्र गुणबाधित्वं भवति, तत्र गुण न भवति। किन्तु पित्वात् मृजे वृद्धिः इति सूत्रेण मरि मार्ज् इति भवति, तदनन्तरं वर्णमेलनं मरि मार्ज् गुणबाधितं भवति किन्तु वृद्धि बाधितं न भवति, सो मृजे वृद्धिः अपि कार्यं करोति, सो इति मरि मार्ज् इति भवति। तदनन्तरं यत्र तः अस्ति मरि अत्र तः इति अपित् अस्ति, कित्वत् भवति, अतः गुणनिषेधः भवति या वृद्धिनिषेधः अपि भवति, मरि मृज् योगतः अत्र स्तोष्णाश्चुः इति सूत्रेण तकारस्य सकारस्य भवति क्षम्यतां मरीमृच् तदनन्तरं वृषभ्रश्च अस्ति सूत्रस्य झलि परे अस्ति सो तस्य कार्यं भवति सो मरीमृष् भवति मरीमृष् योग तश्नुष्टः स्नाष्टुः इति सूत्रेण मरीमृष्टः इति भवति अति अपि वृद्धि वा गुणबाधितं भवति अजादि अपि अस्ति अतः मरी मृजति केवलं वर्णमेलनं भवति यत्र सि अस्ति पुनः समानकार्यं यथा प्रथमपुरुषे अस्ति प्रथमं मृजे वृद्धि अनेन वृद्धिः भवति मरि मार्च् योगसि तदनन्तरं वृष्टभ्रश्च अनेन शकार आदेशः भवति मरि मार्च् योगसि तदनन्तरं श्नोष्टुः सकारस्य स्थाने शकार आगच्छति मरि मार्षि तदनन्तरं मरि मार्षि इति भवति साधु किम् अन्यकारं भवति वा षडोकः षडोकः सि षडोकः सि षकार अस्ति तत्र सि परे अस्ति प्रथमं तत्र षडोकः सि अनेन ककार भवति षकारस्य स्थाने मूर्धन्यषकारस्य स्थाने ककार आगच्छति तदनन्तरम् आदेशप्रत्ययो अनेन सकारस्य मूर्धन्यषकार भवति सो मरि माचि इति रूपं भवति ईशि पुनः वृद्धिः भवति मरि माचीषि इति भवति यत्र थ अस्ति तत्र मरि मृज् योग थ तत्र पुनः श्नष्टुः अनेन थकारस्य स्थाने अन्तरतम् अनेन ठकार भवति सो मरि मृष्ठः इति भवति मरि मृष्ठ इति भवति बहुवचने यत् नी अस्ति तत्रापि मृजे वृद्धि सूत्रं कार्यं करोति मकार झलि नास्ति अत्र वृश्चभ्रश्च तस्य कार्यं न भवति केवलं वृद्धिः भवति सो मरि मार्ज् मी इति भवति इमि तत्र अस्ति मरि मार्जी मी मरि मार्ज्वः मरि मार्च् क्षम्यतां मरि मृज्वः मरि मृज्मः तर्हि मृजेर्वृद्धिः यत्र वृद्धिकार्यं भवति गुणकार्यं भवति तत्र वृद्धिः इति वदति खलु भगिनि न किन्तु अस्ति तत्र सूत्रे उक्तम् अस्ति अजादि पित् सार्वधातुके आर्धधातुके परे गुणकार्यं बाधितं भवति केवलं गुणकार्यम् इति सूत्रे उक्तम् अस्ति सो वृद्धिकार्यं बाधितं नास्ति न न न कुत्र कुत्र भवति इति मृज् धातोः अङ्गस्य इक् वृद्धिः भवति खलु तर्हि सर्वत्र वृद्धिः भवति खलु मृज् धातोः सर्वत्र वृद्धिः न किति सर्वत्र यत्र अपित् अस्ति तत्र यत्र अपित् अस्ति तत्र वृद्धिः न भवति अस्तु भगिनि तर्हि इति चेत् वृद्धिनिषेधः भवति एव खलु यत्र अपित् आमाम् अस्तु भगिनी वदति वा क्षम्यतां महोदय मणिमहोदय वदति वा महोदय वृद्धिर्वृद्धिः तत्र इकः एव वृद्धिः भवति किल आं महोदय परन्तु पित् परे पित् पित्तमस्ति न हलादि पित्वा अजादि पित्वा अस्ति चेत् अपि मरिमार्ज् इति दीर्घं भवति आं महोदय यद्यपि अजादि पित् हलादि पित् अपि अस्तु धन्यवादः इदानीं महोदय अन्य सन्देहः अस्ति यङ्लुकधातुः एकाचि अस्ति चेत् एव कार्यं करोति परन्तु निमित्तमस्ति अहं चिन्तयामि धातुः एकाचि एव अस्ति खलु एकाचि अस्ति ज्याच्या महोदय मा अस्ति लि अस्ति किं महोदय किं कस्य धातोः न मृजातोः यङ्लुगन्तरूपं प्रथमसोपाने यङ्लुगन्तं साधितं यङ्लुगन्तप्रक्रिया तु भिन्नप्रक्रिया अस्ति खलु प्रथमं धातुनिर्माणम् अस्ति खलु इति नूतनधातुः प्राप्ता मरीमृजति अधुना नूतनधातुः मरीमृज तस्य कृते एव नियमः आसीत् एकाच् भवितव्यम् इति तर्हि मरीमृज इति नूतनधातुः प्राप्ता सर्वदा तु यत्र नूतनधातुः प्राप्नुमः द्वित्वं कृत्वा तत्तु निश्चयेन अनेकाच् भवन्ति खलु तर्हि मरीमृज इति अनेकाच् नूतनधातुः अस्ति आदिदेशिकधातुः तस्य रूपाणि लट्लकाररूपाणि साधितवन्तः रूपं मार्ज् अनन्तरं वृष वृषृज मृज राज राज च साम् इति सूत्रेण जकारस्य शत्वं भवति अतः मरिमार्ष् योः तु शुत्वं भवति अत्र मरिमास्तु इति रूपं महोदय अनन्तरम् इसि अत्रापि वृद्धिः भवति यदा भवान् उक्तवती मरिमार्जितु इति मरिमार्जितु अनन्तरं तात् अस्ति तकारितु इति कदा भवति तदेव अत्रापि षडः वृषभ्रजसूत्रम् अनन्तरं सकारस्य सुस्वम् अतः मरिमृष्टः वा महोदय मरिमृष्टात् लोट्लकरयामः इदानीं महोदय मरिमृष्टात् मरिमृष्टाम् अनन्तरं मरिमृष्टतु इति अजादिपति अपि त्वरे अनन्तरं मरिमृजोः हि इदानीं जलति अतः आदेशः पूजलभ्योहर्य महोदय तदेव दि आदेशः अनन्तरं जकारः दि इदानीं जलांजस्य भवति अत्र दि अत्र न क्षम्यतां मरिमृज् इति इदानीं वृषभृषसृजमृजि सूत्रं कार्यं करोति चकारस्य षकार आदेशः इदानीं शृणास्तु इति दि स्थाने दि भवति इदानीं जलांजस्यसि इति सूत्रेण डकार भवति षकारस्य मरिमृड् रूपं मरिमृड् इति टिप्पणीं कुर्वन् अस्ति वदतु वदतु महोदय भगिनि डकार सरले भगिनि किञ्चित् सहायं करोति वा भगिनि किञ्चित् समयं भवन्त्यौ अरुणा भगिनी अपि मया सह स्वरूप महोदय किञ्चित् सम्भाषणं करोति तदर्थं मम मनः अन्यत्र अस्ति सरला भगिनि अरुणा भगिनि सरला भगिनि करोतु सहायं करोतु मणिमहोदय रूपाणि वदति भगिनी सहायं साधु अनन्तरं मरिमृष्टं मरिमृष्ट इदानीम् आनि उत्तमपुरुषे मरिमृजाणि मरिमृजाव मृजा मरिमृजाम इति रूपम् आम् धन्यवादः अस्तु अरुणा भगिनी भवती लङ्लकार प्रथमम् अनागम आगच्छति अमरे मृज् योगः सकारलोपः भवति हल्नाद्योगेण पदसंज्ञा अस्ति पुनः बुद्धिः अपि भवति सकारा पित् अस्ति मारि माच् अस्ति, मरिमाच् यथा मरिमाच् वावस्थाने सूत्रेण जकारस्थाने ठकार आगच्छति भगिनि. मरिमृज् पठनं तत् व्रश ब्रश सिद्धराज तस्य मरि मार् सूत्रेण शकारादेशः भवति. मरि मार्ष् मरि माड् मरि माट् केन सूत्रेण मरि माड् केन सूत्रेण जलां जशोन्ते जलान् जशोन्ते मरि माड् तदनन्तरं वावसाने मरि माट् इति भवति. एतस्ति गुण भवति बुद्धि भवति मरि मार्षि मार्षि भवति मरिमाटि तकार अन्ते अस्ति तत् तत्र अपि जलान् दशोन्ते इदानीं पदान्ते अस्ति मरिमाष् द्वितीयरूपमपि आगच्छति कित् अस्ति वृद्धि निषेधः भवति. मरि स्पष्टभ्रष्टसूत्रेण शकार आगच्छति शकारात् तां मरिमाष्तां स्टुनाष्टभूतसूत्रेण टकार आगच्छति मरिमाष्टं मरि मरिमष्टम् मरिमृष्टां अत्र वर्ण मरिमृष्टुः विद्याभगिन्या अत्र वार्तिकम् उक्तवती किति अजादौ वैशेष्या इति सूत्रेण ईकार आदेशः भवति मरि गुण भवति मरि माजि माजुः मृज् धातोः एकवृद्धिः भवति वार्तिकं कित्तिङ् इति अजादि वाष्यते तत्र विकल्पेन अजादि कित्तिङ् प्रत्यये परे वृद्धिः भवति सामान्यतः यत्र अपित् अस्ति तत्र वृद्धिकार्यं न भवति किन्तु एतत् वार्तिकेन अहं सम्यक् नाम न जानामि किन्तु सा उक्तवती वार्तिकं कित्तिङ् इति अजादौ वाष्यते इति अनेन अजादि कित्तिङ् प्रत्यये परे विकल्पेन वृद्धिः भवति केवलं द्वयं भवति वार्तिकमहं समीचीनं नाम न जानामि किन्तु तस्य वर्णम् अस्ति वर्णं कितिमिति अजादौ वा इष्यते मृजे वृद्धि विकल्पेन अजादि किञ्चित् प्रत्यये परे वृद्धिः भवति विकल्पेन वाष्यते आमां महोदय वाष्यते अजादौ वाष्यते महोदय भवान् जानाति लङ् लङ् कृतानन्तरम् अहं श्रीविद्या भगिनी ईमेल् प्रेषितवती वार्तिकसु तदेव वार्तिकं किम् अस्ति भगिनि किड्निति अजादौ वाष्यते इषयते तत्र निषिद्धः न भवति किन्तु वाष्यते इत्यनेन तत्र विकल्पेन वृद्धिः भवति वा आं विकल्पेन अजादि कितिङ् इति प्रत्यये परे केवलम् अजादि कितिङ् इति किन्तु हलादि परे तु न भवति एव न अजादि कितिङ् इति परे प्रत्यये परे तत्र उः अस्ति तत्र विकल्पेन मृचे वृद्धि सामान्यतया वयं न कुर्मः साधु मृचे वृद्धि किन्तु अस्य वार्तिके अनेन वार्तिकेन विकल्पेन वृद्धिः भवति सो इति भवति अमरि माचुः वा अमरि मृचुः इति भवति अस्तु भगिनि भवती आगतवती न भवती एव भगिनि अहम् अत्र पश्यामि भगिनि मध्यं पुरुषे महोदय तदेव सरलपणीयम् अति अपि तदेव भवति अस्तु अपि लोट् सगरे लट् सगरे भवति लङ्ग्लि ओन्लि लङ्ग्ल केवलं लङ्गि केवलं लङ्ग्लट् लङ्ग्लकर् धन्यवादः धन्यवादः अहं ईमेल् चाट् मध्ये प्रेषितवती वार्तकम् अस्तु धन्यवादः चिन्ता मास्तु भवती ईमेल् करोति अहं चाट् मध्ये नास्मि ओ ओ अहम् ईमेल् मध्ये लेटर् प्रेषयितुमस्ति तदा ईमेल् हरि अस्तरे ऐ डिन् गेट् दट् सो वार्तिक शि जस्ट् गेव् द वार्तिक मोडि नाट् होल् एक्स्प्लनेशन् मध्यं पुरुषे अमरिमृच् योगः सकार सकार अपि लोपः भवति अल्लाभ्योदीर्घ इति अपृक्तः सूत्रेण पदसंज्ञा भवति वृद्धि अपि भवति सकारपि अस्ति अमरि माज् अस्ति माज् तदनन्तरं षकार वश्च ऋज इति सूत्रेण चकारस्थाने षकार जलां जशवन्त इति सूत्रेण ढकार वा पदान्ते सूत्रे ठकार भवति वावसाने मरिमाट् मरिमाट् मरिमाट् इति रूपम् अत्र सिद्धान्तकौमुद्यां यत्र अष्टाध्यायी डाट् काम् मध्ये सिद्धान्तकौमुदी इति भागः अस्ति खलु तत्र दत्तमस्ति भगिनि वार्तिकम् भगिनि भवती शनै शनै वदतु वार्तिकम् अत्र पश्यति वा मृजर्वृद्धिः इति अष्टादेवकं मध्ये न अहं न जानामि कथम् अष्टादेवम् अत्र अत्र एकनिमिषम् अहं प्रेषयामि ओ न जानाति वा बहु सम्यक् अस्ति भगिनि अत्र अहं तु सर्वदा तस्य प्रयोगं करोमि अत्र गच्छतु लिङ्क् प्रेषितवती ओ भगिनि दूरवाणी अस्तु क्षम्यतां भगिनि तर्हि अग्रे सरतु भगिनि अस्तु ईहि अस्ति अत्र ईहि अजादि अस्ति गुण वृद्धि भवति मरि माज्ईः माज्जीः वर्षभ्रष्टसूत्रं न कार्यं करोति जल् नास्ति मरि मृज्जीः मरिमृज्तम् अत्र कित् गुणवृद्धिः नास्ति षकार वस्त्रभ्रश्च मृज सृज सूत्रेण षकार तदनन्तरं स्तुत्वं मरि मृष्टं मरिमृष्ट आम् अस्ति वृद्धि भवति पित्तस्ति मरिमार्चम् अमरिमार्चम् अमरिमार्च्व अमरि अमरि मरिमृज्व मरिमृष्म आमरिमृष्म विधिलिङ्गपि कार्यं केवलं वर्णमेलनं मरिमृज्यात् मरिमृज्याता मरिमृज्युः मरिमृज्याः मरिमृज्यातं मरिमृज्यात मरिमृज्या मरिमृज्याव मरिमृज्याम धन्यवादः भगिनि. अहमपि करोमि. तर्हि अस्माकं क्रमः सम्यक् जायते. लो लुट् इति लुट् धातोः. तर्हि किमस्ति एका धातोरेकाच क्रियासमविहारे यङ् इत्यनेन यङ् विधानं भवति एकाच धातुभ्यः. तर्हि लुट् योगः यङ् भवति. अत्र तु संयुङोः इत्यनेन क्षम्यतां किमस्ति यङोचि च इत्यनेन द्वित्वकार्यं. तर्हि तर्हि तस्मात् क्षम्यतां यङोचि च इत्यनेन यङः लुक्. तर्हि अनन्तरं संयुङोः इत्यनेन द्वित्वकार्यं भवति. तर्हि लुट् लुट् इति क्षम्यतां लुट् लुट् इति भवति. हलादिशेषः इत्यनेन लु लुट्. अनन्तरं किमस्ति यङ्ग्लुक् इत्यनेन अत्र गुणकार्यं भवति अभ्यासस्य. तर्हि लो लुट् इति रूपं साधयामः. तदनन्तरम् अस्ति अत्र लट्लकारं वदामः चेत् लो लुट् योगः ति इति अस्ति. अत्र तु किमस्ति ष्टुनाष्टुः इत्यनेन भवति खलु ति इत्यस्य टकारः भवति लो लुट्टि इति भवति वा भगिनि गुण भवति लो लोटि इति भवति लो लोटि किं भगिनि तस्य स्नाष्टुः इत्यनेन तकार भवति मूर्धन्यतकार तदेव वदन्ति अस्मि लो लो लो लो लोटि इति आम् अनन्तरमस्ति इति लो लोटि इति केवलं गुणकार्यं बाधितं नाभ्यस्तस्य अचिपि इति सार्वधातिकी इति गुणकार्यं बाधितं भवति. तर्हि लो लुटि इति तः इति अस्ति केव गुणकार्यं बाधितं भवति अपि तस्य इति कृत्वा अष्टुनाष्टु इति तकारस्य तकारः लो लुट्टः अपि इति अस्ति. अत्र तु लो लुटति इति रूपं केवलं वर्णमेलनं सि इति प्रत्यये परे लो लुट् योगः सि गुणकार्यं भूत्वा लो लोट् योगः सि भवति. तदनन्तरम् अस्ति हयवरट् अत्र अष्टुनाष्टुः इत्यनेन सकारस्य शकारः भवति. तर्हि लो लोट् षि भवति तावदेव खलु आम् तावदेव लो लोट् षि भवति ईषि इत्यस्मिन् तु अत्र गुणकार्यं बाधितं नाभ्यस्तस्य अचिपिति सर्वदा कीर्तनेन लो लो लुटीषि इति तः इत्यस्य गुणकार्यं बाधितम्. अनन्तरं रुचिशैचनेन अनन्तरं तकारस्य तकारः भवति ष्टुनाष्टु. तर्हि लो लुट्ठः लो लुट्ठ लो लोट्मि लो लो लुटीमि इति गुणकार्यं बाधितम्. अनन्तरं वः इति अस्ति लो लुट् वः लो लुट् धन्यवादः. उक्तवती महोदय तथा अस्ति वा इति शकारः शकारः भवति खलु श्रुणास्तु वा ष्टुनाष्टुः आम् आम् इत्यनेनैव खलु सकारस्य तवर्गस्य टवर्गः भवति, सकारस्य षकारः भवति, खलु। धन्यवादः महोदय। अग्रे सरलभगिन्याः क्रमः लोट्लकारः प्रथमपुरुष एकवचने तु अस्ति इति पित् अस्ति, गुणकार्यं भवति पुगन्तलघुपदस्य अनेन। सो लो लो लो लोट् भवति, लो लोट् योग तु इदानीं श्नाष्टुः अनेन तकारस्य तकार भवति। सो लो लोट्टु इति भवति, लो लोट्टु। इतु यत्र अस्ति तत्र नाभ्यस्तचिप् इति सार्वधातुके अनेन गुणबाधितं भवति। सो लो लो टीतु इति भवति, तात् अस्ति तत्रापि गुणबाधितं भवति, किन्तु श्नाष्टुः अनेन तकारस्य तकार भवति। सो लो लुत्तात् इति भवति, ताम् अपि श्नाष्टुः गुणबाधा। सो लो लुत्ताम् अतु अत्र अस्ति केवलं वर्णमेलनं भवति। लो लुट्टतु हि अस्ति तत्र हु जल्भ्यो हेदि अनेन हकारस्य स्थाने धकार भवति, कारणक तकार झलि अस्ति। इदानीं लो लुट् योगयधि इदानीं तदनन्तरं झलाञ्च चषि अनेन तकारस्य स्थाने धकार भवति, श्नाष्टुः अनेन धकारस्य मूर्धन्य ढकार आगच्छसि। सो लो लुद्धि इति रूपं भवति। तात् यत्र अस्ति तत्र पुनः समानकार्यं, लो लुट्टात् लो लुट्टं लो लुट्ट आनि आव आम पुनः गुणनिषेध नाभ्यस्तचिप् इति सार्वधातुके अनेन केवलं वर्णमेलनं भवति। लो लुट्टानि लो लुट्टाव लो लुट्टाम। धन्यवादः भगिनि। अत्र तु केवलम् अनन्तरं लो लुट् इति टकारः महाप्राणटकारः यत्र वर्तते तद् वयं त्यजामः वा? किमर्थम् इत्युक्ते तत्र तु समानकार्यं यत्र टकारे परे खरी च भूत्वा ठकारस्य अल्पप्राणटकारः अल्पप्राण अस्तु। तर्हि तोतुङ्ग् इति कुर्मः, तोतुड् इति कुर्मः वयं लङ्लकारं विस्मृतवन्तः। मणिमहोदय भवान् लङ्लकारं लङ्लकारे रागमः भवति, एवं कुर्मः लो लुट् इति महापराणटकारस्य लङ्लकारं कुर्मः। लो लुट् इति धातोः लङ्लकारे लङ्लकाररूपम् आम् आम् अग्रिमधातुः अस्ति खलु लो लुट् इति महाप्राणुट् अत्र गुणः भवति लो लोट् अलो लोट् अनन्तरम् अल्यादीकसुदेश कृतं हल् इति सूत्रेण तकारः लोपो भवति लो लोट् इति अनन्तरं अलो लोट् क्षम्यतां महोदय अलो लोट् जलं जस्वन्ति इति अलो लोट् पावसान इति अलो लोट् अनन्तरं अस्ति अत्र किमपि कार्यं नास्ति, गुणकार्यं न भवति, नाभ्यस्तुरचि अचि इति सार्वधातुके सूत्रेण, अतः लो लुट् एव तिष्ठति। लो लुट् इति अलो क्षम्यतां अलो लोट् अलो लुट् अलो लुटीत् इति अनन्तरं ताम् अस्ति अत्र अलो लुट् इत्थं नास्ति, गुणकार्यं न भवति, अलो लुट् इदानीं शुत्वं भवति अलो लुटां। तदनन्तरं करी च भवति महोदय अलो लुटां करी च अपि परन्तु रूपं न भवति करी च परन्तु रूपं समानं न ठकारस्य महाप्राणठकारस्य अल्पप्राणटकारः भवति महोदय। ताम् इति प्रत्यपरे अहं वदामि लो लुट् अत्र न न तदेव उक्तवती खलु द्वितीय अग्रिमधातुः स्वीकृत्य धातुं स्वीकृत्य वयं कुर्मः अधुना लङ्लकारस्य कृते अलो लुट् द्वितीयटकारः वा क्षम्यतां प्रथमकार एव एवम् अस्ति. इदानीं करिच्य सम्यक् भवति. अलो अलो लुठाम् अलो लुट् उहु अस्ति. अतः अत्रापि किमपि कार्यम् अलो लुटु इति रूपम्. अनन्तरम् अलो लोट् स अस्ति. अत्रापि अन्याभ्यवतीकासमप्तं सकारः लोपो भवति. अनन्तरम् अलो लोट् जलांश सन्ति इति अलो लोड्. अनन्तरम् अवासान इति अलो लोट् इति भवति. अलो लोट् इति इदानीम् अवसान इति प्रथमटकारः एव भवति किल. अस्तु धन्यवादः. अनन्तरम् ईः अत्रापि गुणकार्यं नास्ति. अलो लुटिः अलो लुट्टम् इदानीं करिच्य इत्यनेन प्रथमटकारः आगच्छति. अतः अलो लुट्टं तदेव बहुवचन अलो लुट्ट. अम् अस्ति पित्वमस्ति. अलो लोट् अलो लोट् अलो लोटं वा महोदय. किं महोदय ष्टुनाष्टुः अनन्तरं खरीच इति कुत्रचित् प्रतिध्वनिः आयाति. किमपि परिवर्तितं महोदय. आदौ तु प्रतिध्वनिः नासीत् अधुना प्रतिध्वनिः. इदानीम् अस्ति वा महोदय? क्षम्यतां महोदय. अत्र मम क्षम्यतां महोदय. अलो अलो लोटम् अलो लुट्व अलो लुट्म इति रूपाणि. अलो लोटम् आम् महोदय. धन्यवादः. धन्यवादः महोदय. विधिलिङ्ग् अपि विधिलिङ्ग् अत्र किमपि कार्यं न भवति. अतः अलो लुट्यात् अलो लुट्याताम् अलो लुट्युः अलो लुट्याः अलो लुट्यातम् अलो लुट्यात् यात् अलो लुट्याम् अलो लुट्याव अलो लुट्याम इति रूपाणि. धन्यवादः. यङ्गीबन्धरूपम् अनन्तरं सारूपसाधनं तदनन्तरं लट्लकाररूपं लिट् दातु भगिनि. किं दातु? तुड् ओके. तुड् प्रथमं एकाच् सूत्रेण यङ्ग् प्रति आगच्छति. भगिनि सूत्रमपि वदतु भगिनि. एकाचो धातोरेकाचो ओ धातु वदामि पुनः वदति चेत् पर्याप्तमेव. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् यङ् अच्चि यङ् अच्चि इति सूत्रेण यङ् लुक् भवति. सनाद्यन्तदातु संयङ्गो धातु संयं सनङ्ग संयं सनाद्यन्तदातु इति रूपेण धातुसंज्ञा भवति. तदनन्तरं सन्नङ्गो इति सूत्रेण दीर्थं भवति. थुड् थुड् हलादिशेषः दकार अवगच्छति. सनाद्यन्तदातुः इति पूर्णधातुसंज्ञा सर्वाणि कार्याणि समाप्य एव खलु. द्वित्वकार्यमपि समाप्य एव तत्र सनाद्यन्ता दातवः इति आहत्य स्वीकर्तुं शक्यते खलु. नो चेत् इतोपि अङ्गकार्यं शिष्यते खलु. तदातु वयं धातुः नूतनधातुः इति अस्माभिः न वक्तुं शक्यते. प्रक्रिया न समाप्ता. गुणो यङ् लुकोः सूत्रेण उकारगुणः भवति. तो तुड् इति नूतनधातु रूपाणि. सोतुड् योगः अस्ति. ति इति हलादिपित् अस्ति. उपगन्धलघुपदस्य सूत्रेण गुणः भवति. तो तोड् योगः अस्ति. स्टुनाष्टुः इति सूत्रेण तकारस्थाने तकारः आगच्छति भगिनि. आं भगिनि स्टुनाष्टुः सत्यम्. प्रथमं तु ष्टुनाष्टुनि तकारस्य टकारः भवति. तदनन्तरं खरीचेन डकारस्य टकारः भवति. प्रथमं नष्टुनष्टुः इति तकारस्थाने ठकारः आगच्छति, खटिचैतसूत्रेण डकारस्थाने महत् अल्पप्राणः ठकारः आगच्छति, तो तोठि तो तोठि इति अत्र गुणनिषेधः भवति. नाभ्यस्तस्य अचीपिति सार्वधातुके सूत्रे गुणनिषेधः भवति. तो तुडीत् तो तुडीत् इति रूप तुडीति तो तुडीति तो तुडीति तो तुड्योगः तः गुणनिषेधः कित् अस्ति. स्टुनास्तु तकारस्थाने ठकार, खरिचैतसूत्रेण डकारस्थाने अल्पप्रण ठकार, तो तुठः तो तो तु योगः अतु अति अत् गुणनिषेधः वर्णमेलन तो तुडति तो तुड्योगः हसि गुण भवति पितस्ति कारणेन तो तुड्योगसि सकारस्थाने मूर्धन्यषकार आगच्छति तो तोक्षि करिच अपि भवति भगिनि खर्वर्णः अस्ति खलु तो तुक्षि तकार तो तोक्षि इति गुणनिषेधः तो तुडीषि तः अस्ति चेत् गुणनिषेधः तकारस्थाने ठकार तो तुड्युत्तः ठकार खरिच इति न खरिच न ढकार जलां चषि भगिनि न भगिनि खरि कर्वर्णः एव अस्ति खलु ठकारः महाप्राणठकारः अपि कर्वर्णः एव अस्ति तर्हि समानकार्यमस्ति ष्टुनाष्टुः खरिच इति कार्यद्वयं ठकारस्थाने इत्युक्ते तृतीय प्रथमद्वितीयवर्णाः सदस्याः ये सन्ति ते तु कर्वर्णः सन्ति, तृतीयचतुर्थसदस्याः जश्वर्णः सन्ति. किं भगिनि खर्वर्णे अपि आगच्छति? सत्यं प्रथमद्वितीयवर्णाः सन्ति इति कृते प्रथमष्टुनाष्टुः इति महाप्राणटकारः भवति, तदनन्तरं समानवर्णः भवति खलु आदेशः भवति ठकारः भवति, तदनन्तरं तु महाप्राणठकारः द्वितीयवर्णः सदस्यः अस्ति खलु, प्रथमसदस्यः नास्ति किन्तु द्वितीयसदस्यः अस्ति इति कृत्वा कर्वर्णः एव अस्ति. योगः मि अत्र गुणः भवति तोडमि ईमि अस्ति. अत्र गुणनिषेधः भवति तो तुडीमि वः अत्र केवलं वर्णमेलमेव तो तुड्वः तो तुड्मः धन्यवादः भगिनि. धन्यवादः. अस्तु, मम तु लोट्लकारः अस्ति. अहं वदामि, तोतुड् योगः तु इति अस्ति. ष्टुणाष् गुणं, प्रथमं गुणकार्यं तोतोड् भवति, अनन्तरं ष्टुणष्टुः, तोतोड् योगः टु भवति, अनन्तरं खरीचैत्यनेन तोतोठु इति भवति. ई तु इति अस्ति, न अभ्यस्तस्य अचिप् इति सार्वधातुकेतनेन गुणनिषेधः, तोतुड् इत्येव तिष्ठति. वर्णमेलनं तोतुडी तु, अनन्तरं तात् अस्ति गुणनिषेधः, तोतुड् योगः तात् अस्ति, ष्टुनष्टुः टात् भवति, अनन्तरं करिचेत्यनेन डकारस्य टकारः, तोतुट्टात् तोतुट्टां तोतुडतु इति वर्णमेलनं गुणनिषेधः. हि अस्ति हुजल्भ्योर्हेदि इत्यनेन धी भवति, हकारस्य दकारः भूत्वा. तर्हि तोतुड् योगः धी भवति, गुणनिषेधः अत्र अस्ति, तर्हि तोतुड् इत्येव अस्ति. तर्हि तोतुड् योगः धी इत्यस्मिन् टट ढढ इति अस्ति खलु, तर्हि ष्टुनाष्टुः अत्रापि कार्यं करोति. क्षम्यताम्, आमामां, ष्णष्टुः इत्यनेन किं भवति अत्र, महाप्राणडकारः भवति खलु, ढकार महाप्राण, ष्टुनष्टुः इत्यनेन महाप्राणडकारः भवति, तत् धध अस्ति खलु, तर्हि आमां ढकारः अस्ति. तवर्गस्य वर्णस्य ढवर् टवर्गीयवर्णः भवति, तर्हि तोतुड् योगः ढी भवति. तदनन्तरं खरीच इत्यनेन, अत्र तु खरीच नास्ति खलु, अत्र तु चतुर्थवर्णः अस्ति इति कृत्वा जलाञ्जश्चषि इत्यनेन डकारस्य पुनः डकारादेशः एव भवति, तर्हि तोतुड्ढि इति एव कार्यं वशं रूपं. साधु खलु भगिनि? आमां, धन्यवादस्य. तात् इति अस्ति, तातस्य पुनः आदौ यथा कृतवन्तः, तोतुट्टात् तोतुट्टं तोतुट्ट तोतुडान् केवलं वर्ण, अत्र तु तोड् भवति गुणकार्यं भवति. क्षम्यतां, किन्तु अचिप् इति अस्ति इति कृत्वा नाभ्यस्तस्य अचिप् इति सार्वधातुके इत्यनेन गुणनिषेधः सर्वत्र उत्तमपुरुषे. तर्हि तोतुडानि तोतुडाव तोतुडाम इति सरला भगिनी लङ्लकारं करोति. अस्तु, लङ्लकार पथम् अडागमागच्छसि, तोतुड् भवति, अतोतुड् योगत तत्र प्रथमं पुगन्तलघुपदेशनेन गुणकार्यं भवति. अतोतुड् योगत हल्याङ्गभुजिगातसुति प्रकृतस्य हल् इति सूत्रेण तकारस्य लोपः भवति. अतोतोड् इति पदम् अस्ति इदानीं, तोतोड् जलाञ्जशौन्ति अनेन पर्जन्यवत् समानकार्यं भवति. तद् खरीच सारि वावसाने अनेन टकारस्य टकार भवति, तो रूपं द्वयं भवति. अतोतोड् वा अतोतोड् इति भवति. यत्र ईत् अस्ति अत्र पुनः गुणनिषेधः भवति, कारणकी नाभ्यस्त चिप् इति सार्वधातुके अनेन जाति पित् गुणबाधितं भवति. सो तच्च केवलं वर्णमेलनं भवति. अतोतुडि इति भवति वा अतोतुडिद् जलाञ्जशन्तेन डकार आगच्छति. यत्र ताम् अस्ति अतोतुड् योग प्रश्नाष्टुः अनेन टकार भवति, खरीच अनेन डकारस्य टकार आगच्छति. अतोतुट् ताम् यत्र उहु अस्ति वर्णमेलनं भवति. अतोतुड्डुः यत्र स अस्ति समानकार्य प्रक्रिया यथा प्रथमपुरुषे, तरूपं द्वयं भवति. अतोतोड् वा अतोतोट् अतो तत्र इ अस्ति पुनः गुणबाधितम् अतोतुडीः. अतोतुट्टं यथा पूर्वं स्नाष्टुः खरिच. अतोतुट्ट द्वयवारं टकार तदनन्तरं तत्र अम् अस्ति गुणबाधितं भवति, वर्णमेलनं भवति. अतोतुडम् अतोतुड्व ओके विधिलङ्गे केवलं वर्णमेलनं भवति तो तुड्या तो तुड्यातां तो तुद्युः तो तुड्यावाः याः तो तुड्यातं तो तुड्यात तो तुद्यां तो तुद्यावत् तो तुद्याम धन्यवादः भगिनि मणिमहोदय नूतनधातुः अस्ति चो च्युत् इति धातुः तस्य यङ्लुगन्तरूपं साधयति वा शिच्युत् इति धातुः अस्ति धातोरेखा च हलादि समापिकारे क्रियासमापिकारे यङ् इति सूत्रेण यकारः यङ्लुगन्तधातुः भवति अनन्तरं शिच्यत् अत्र या भवति किम् अनन्तरं यङोचि यङोचि च इत्यनेन रूपं कथं भवति शुच्युत् यः यङ् भवति यङ् इति यङ् प्रत्ययः विधीयते य इत्येव भवति किन्तु यङ् इति वयमेव वदामः किमर्थम् इत्युक्ते तस्य पूर्णतया लोपः भवति खलु लुक् भवति खलु इदानीं यङोचि सूत्रेण यकार लोप भवति तदा महोदय यकारस्य लोपः इति न वदामः यङ् प्रत्ययस्य लोपः इति लुगन्धः भवति अस्तु धन्यवादः शुच्युत् इदानीं सन्यङ्गो इति सूत्रेण द्वितं भवति शुच्युत् शुच्युत् इति हलादिशेषः इति चकारः एव तिष्ठति अत्र अकारः अपि अस्ति महोदय च योः स्वररहित स्वरसहितचकारः उकारः अस्ति खलु शुच्यु इति रूपं वा चु चु इति अनन्तरं च्युत् तदनन्तरं किमस्ति गुणयङ्ग्लुको इति चोच्युत् भवति चु ओके अस्तु धन्यवादः चो चो स्युत्युत् चो स्युत्युत् इदानीं गुणयङ्ग्लुको इति सूत्रेण च्युत् इति उकारः अस्ति खलु यकारे परे उकारः अस्ति खलु सः उकारः तिष्ठति तर्हि चु च्युत् इति अनन्तरं गुणयङ्ग्लुकोः इत्यनेन चो च्युत् शुत् अनन्तरं गुणयङ्ग्लुको इति सूत्रेण यदा भवान् उक्तवती गुण भूत्वा चो शुत् चो इत्युत् इति रूपम् इदानीं लङ् लट्लकारे रूपं कथं भवति इति पश्यामः सो शुत् योः ति अत्र तकारः अस्ति सो शुत् किमपि कार्यं न भवति वा महोदय केवलं खरी च इति कार्यं किन्तु स्वरूपं समानमस्ति सर्वत्र सोच्योति इति रूपं सरलपणि सम्यक् अनन्तरं इति अत्र गुणनिषेधः नाभ्यस्तचि इति सर्वदातिक इति सूत्रेण सो चोसु सो सोच्युति रूपम् इति अनन्तरं तः अत्रापि किमपि कार्यं न भवति सोच्युत्तः सोच्युत्तति अनन्तरं सि अस्ति अत्र सोच् तकारः अस्ति सोच् गुणः भवति सोच्योच् सोच्योच्योत् सि अत्र अत्रापि किमपि कार्यं न भवति महोदय सूत्रं न भवति इति किमपि कार्यं नास्ति इति मन्ये महोदय धन्यवादः करीच इति एव कार्यं करीच तदेव रूपमपि समानरूपं चोच्युच्चि अनन्तरं ईशि इति न किमपि कार्यं अनन्तरं सोच्युत् तः अत्रापि करीच कार्यं करोति तः वा अस्ति करीच अस्ति एव करीच परन्तु रूपं न महोदय पर्जन्यवत् भगिनी, पर्जन्यवत् इत्युक्ते सदैव तिष्ठति वा? सर्वत्र वृष्टिः पतति, अत्रापि भवति, भवतः गृहे गृहे अपि पतति, मम गृहे अपि भवति खलु. सस्यं वर्धते वा इति अनन्तरं पश्यामः, किन्तु सर्वत्र पतति एव इति. धन्यवादः. अनन्तरं शोच्युतः, शोच्युत अत्रापि कार्यं करिचय इति सूत्रं कार्यं भवति. मि अस्ति तत्र गुणः भवति शोचोत् मि, अनन्तरं शोचुत्तीमि, शोचुत् वः, शोचुत्मः, शोच्युत्. सम्यक् समापयामि. अग्रे रुणा शोच्युत् योगः तु आलादि तिष्ठस्ति, गुणकार्यं भवति उपादायः. चोचोत् योगः तु केवलं करिचा रूपं समानमेव. चोचोत्तु अतु इतु इतु अत्रापि गुण न भवति, नाभ्यस्तस्य सूत्रेण चोच्युतीतु, चोच्युतीतु चोच्युत् योगः तात् गुणनिषेधः वर्णमेलनमेव. चोच्युत्थात् चोच्युत्थां चोच्युच्च अत्रापि गुणनिषेधः. चोच्युत्थां चोच्यु अति चोच्युच्छति. हि अस्ति अत्रैव हि स्थाने होचुदल्योप्यो हेर्धि सूत्रेण हि स्थाने महाप्राणधि तकार आगच्छति. धि अस्ति धि चतुर्थवर्णः. किं भवति भगिनि अत्र जलां जषि दकारस्थाने अल्पप्राणदकार आगच्छति भगिनि. ओ तकारस्य दकार भवति. तदनन्तरं वर्णमेलन गुण नास्ति, हि अपित् अस्ति. चोच्युद्धि गुणनिषेधः चोच्युद्धात् चोचुत्थ आनि वृत्ति अस्ति, फलादि अस्ति, आजादि अस्ति, गुणनिषेधः भवति भगिनि. चोचुच्चानि चोचुच्याव चोचुच्याम. वयं किं वयं सुब्रह्मण्यमहोदयः अस्ति खलु कुरुकुटि महोदय, किं सम्यक् कारयति, हल् सन्धि कार्याणि, स्वरसन्धि सर्वं कारयति. किन्तु महोदयं प्रार्थयामः नूतनवर्गम् आयोजयतु, ममापि आवश्यकमस्ति. पूर्वमेव पृष्टवती किन्तु जनाः न सन्ति इति मन्ये भगिनि. अहं वदामि वा, वयं सर्वे किञ्चित् सन्धिविषयान् जानीमः. अहं विस्मृतवती सन्धिविषयान् सर्वं, मम तु अभ्यासः सम्यक् अभ्यासः ममापि नास्ति इति मम भीतिः भवति. अहमपि विद्या भगिनी रामप्रिया कृतवती भगिनी, हल् सन्धि समाप्तं भवति. न न न, एतत् हल् सन्धि नास्ति, अत्र गीताप्रवेशपुस्तकात् ततः आरभ्य मया पठनीयं. तर्हि महोदय सम्यक् पाठयति, कथं सन्धिसूत्राणि कथं पठनीयं, कथं स्मरणीयम् इति सम्यक् पाठयति. वदामि अहमपि पृष्ट्वा पृच्छामि प्रति किमस्ति मासेषु कति मासेषु एकवारम् अहं पत्रं प्रेषयित्वा पृच्छामि. अस्तु, अग्रे कस्य क्रमः अस्ति? सरला भगिनि. अस्तु, मम क्रमः अस्ति खलु भवत्याः. ओ लोट् समाप्तं वा, लङ्लकारः अस्ति. अस्तु, भवती एव रागः भवति, भवती करोति, न चिन्ता नास्ति. अचोच्युत् इति भवति योग तकार. इदानीं तकार प्रत्ययः अपित् अस्ति, सो पुगन्तलघुपदशनेन उपधायाम् ओकारस्य ओकार भवति. अचोच्योत् इति भवति योग अहल्याङ्गोबुधि कातसुतिसप्रक्त हल एन तकारस्य लोप भवति. अचोच्योत् अचोच्योत् छलाञ्जशोन्ते अनेन तकारस्य तकार भवति. अचोच्योत् पुनः वावसाने अनेन अचोच्योत् इति भवति. यत्र ईत् अस्ति नाभ्यस्त चीप् इति सार्वधातुके अनेन गुणनिषेधः भवति. अत्र चोच्युचीत् कथं वदामि, चोच्युपीत् इति भवति. पुनः झलाञ्च शुन्ति अनेन द्वितीयरूपम् आगच्छति. चोच्युतीद् दकार आगच्छति. यत्र ताम् अस्ति गुणनिषेधः भवति. चोच्युतां केवलं वर्णमेलनमस्ति. अचोच्युतुः इति भवति. यत्र सकार अस्ति मध्यमपुरुषे समानकार्यं यथा प्रथमपुरुषे, रूपं द्वयम् आगच्छति. अचोच्योत् अचोच्योद् दकार अस्तु. यत्र इः अस्ति पुनः गुणनिषेधः नाभ्यस्त इति सूत्रेण. अचोच्युतिः इति भवति. तं तत्र केवलं वर्णमेलनं, गुणनिषेधः कित् अपित्वात्. अचोच्युत्तम् अचोच्युत्तम् अचोच्युत्त अम् अस्ति, अत्रापि गुणनिषेधः नाभ्यस्तनेन. सो अचोच्युत्तम् अचोच्युत्व अचोच्युत्म. अच्छा, केवलं वर्णमेलनं भवति. चोच्युत्यात् चोच्युत्यातां चोच्युत्युः चोच्युत्याः चोच्युत्यातं चोच्युत्यात चोच्युत्यां चोच्युत्याव चोच्युत्याम. धन्यवादः महोदय. शुभरात्रि. मणिमहोदयस्य कृते शुभदिनम् इति उक्तवती. धन्यवादः. धन्यवादः.